श्रोतृभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तशब्दानां प्रथमविभक्तिरूपाणि. तत्र गतवर्गे वयं करपत्ररूपेण तत्र एतद् दृष्टवन्तः. तत्र करपत्रे तत्र प्रथमपुटे तत्र ऋत्विक् ऋत्विजौ ऋत्विजः इति यदस्ति तद् पुनरेकवारं यतः एतद् एषः नूतनविषयः अस्ति इति कृत्वा तत्र रूपे किञ्चित् क्लेशः भवेत् इति मन्ये. अतः पुनरेकवारं पुनस्मरणरूपेण कुर्मः. नरेश महोदय नमस्कारः. हरि ओम् महोदय. महोदय नमस्कारः. नरेश महोदय नमस्कारः. अस्तु, अतः करपत्रे प्रथमपुटं तत्र ऋत्विक् ऋत्विजौ ऋत्विजः इति यत् अस्ति ततः पुनरेकवारं केवलं पुनस्मरणार्थं कुर्मः. तत्र ललिता भगिनी पठति वा एकवारं तत्र रूपाणि. ललिता भगिनी अस्ति, केवलं तत्र पूर्णवाक्यं मास्तु, केवलं तत्र ऋत्विक् ऋत्विजौ ऋत्विजः शक्तिमान् इति केवलं तत्र रूपस्य पुनस्मरणम्. अस्तु, अधो लिखितानि वाक्यानि पठत. महोदय, करपत्रं लिङ्क् अत्र करपत्रद्वयमस्ति भगिनि. तत्र स्वरूपमहोदयेन लिखितं करपत्रम् एकम् अपि अटाच्मेण्ट् मध्ये करपत्रमपि अस्ति. गतवर्गे एतदेव कृतम् अस्माभिः, किन्तु पुनः प्रेषितवान. तत्र नूतनपुटानि अपि सन्ति अतः क्षम्यताम्. अत्र प्रथमपुटे स्मः इदानीं. ललिता भगिनि, ऋत्विक् ऋत्विज केवलं अस्तु. ऋत्विक् ऋत्विजौ ऋत्विजः शक्तिमान् शक्तिमन्तौ शक्तिमन्तः सुहृद् सुहृदौ सुहृदः. अग्रिमे पुटे राजा राजानौ राजानः विद्यार्थी विद्यार्थिनौ विद्यार्थिनः विद्वान् विद्वांसौ विद्वांसः युवा युवानौ युवानः इति. धन्यवादः भगिनि. अतः तत्र वयम् एतत् सर्वं एतावत् वयं किं कृतवन्तः, देवशब्दः हरिशब्दः नदीशब्दः लताशब्दः तादृशानां अभ्यासं कृतवन्तः. किन्तु इदानीं तत्र सर्वं नूतनम् अस्ति. तत्र ऋत्विक् ऋत्विजौ ऋत्विजः. ऋत्विजः कीदृशपदम् अस्ति, तस्य प्रातिपदिकस्य अन्ते कः वर्णः इति तत्र सूर्यकुमारी भगिनी. ऋत्विक् ऋत्विजौ ऋत्विजः कीदृशपदम् अस्ति, केवलं प्रातिपदं नास्ति किन्तु अन्ते कः वर्णः इति. तत्र ककारान्तपदं वा जकारन्तपदं वा? जकारन्तपदं. कथं निर्णेतुं शक्नुमः बहुवचनरूपस्य अन्तिमवर्णः दृष्ट्वा, अन्तिमवर्णं दृष्ट्वा. तत्र अन्तिमवर्णः अस्ति जकारः, ऋत्विजः इति अस्ति. अतः जकारन्तपदम्. एतत् केवलं हलन्तपदानां नियमः अस्ति. तत्र बहुवचनस्य अन्ते यः वर्णः तद् दृष्ट्वा वयं ज्ञातुं शक्नुमः. अत्र एतत् ऋत्विजः ऋत्विक् इति यद्यपि प्रथमाविभक्ति एकवचनरूपम् अस्ति ऋत्विक् इति, किन्तु प्रातिपदिकस्य अन्ते जकारः एव अस्ति. समीचीनम्. अग्रे गीताञ्जलिभगिनी, शक्तिमान् शक्तिमन्तौ शक्तिमन्तः, तत्र कीदृशपदम्, अन्ते कः वर्णः प्रातिपदिकस्य अन्ते? तकारान्त प्रातिपदिकं. समीचीनं भगिनि, समीचीनम्. इदानीं तत्र रघुपतिमहोदय, सुहृदौ सुहृदः कीदृशपदम्? बहुवचनरूपे अन्ते यः वर्णः सः एव वर्णः प्रातिपदिके अपि. प्रातिपदिकं दकारान्तप्रातिपदिकम् अस्ति. अस्तु, समीचीनं. रघुवीरानन्दमहोदय, राजा राजानौ राजानः, अन्ते यः प्रातिपदिकस्य अन्ते कः वर्णः? राजानः अस्ति बहुवचन प्रथमा महोदय, अतः नकारान्त राजन् इति. हा समीचीनं महोदय. नूतनतया कोऽपि आगतवान् अथवा आगतवती वा? अस्तु, यदि यदि वक्तुम्. अश्विनिवास् महोदय, नमस्कारः महोदय. नमस्कारः. नमस्कारः महोदय. तत्र करपत्रे प्रथम अथवा द्वितीयपुटे तत्र स्मः महोदय. अटाच्मेण्ट् यदस्ति तत्र. अस्तु, हा इदानीं तत्र लक्ष्मी भगिनी, तत्र विद्यार्थी विद्यार्थिनौ विद्यार्थिनः इति अस्ति, तत्र प्रातिपदिकं कीदृश प्रातिपदिकम्? लक्ष्मी भगिनि, न श्रूयते भगिनि. महोदय, बहु लैन् नाय्स् अस्ति. हा, नूतनतया कोऽपि आगतवान् वा? अस्तु, यदि कोऽपि नूतनतया के आगतवन्तः यदि वक्तुम् इच्छन्ति चेत् कृपया वदन्तु. अस्तु, अस्तु तर्हि. अस्तु, लक्ष्मी भगिनी न श्रूयते भगिनी. अस्तु, कामाक्षी भगिनी, तत्र भवती गतवर्गे न आगतवती, किन्तु अत्र नियमः अस्ति, हलन्तशब्दानां नियमः. बहुवचनरूपं दृष्ट्वा हलन्त इत्युक्ते यत् यस्य पदस्य अन्ते तत्र व्यञ्जनम् अस्ति इति, तावदेव. अत्र विद्यार्थी विद्यार्थिनौ विद्यार्थिनः, तत्र विद्यार्थिनः नकारः अस्ति, अत्र प्रातिपदिकं नकारान्तप्रातिपदिकम् अस्ति, विद्यार्थिन् इति. अत्र द्वितीयपुटे विद्यार्थिनः इति अस्ति, विद्यार्थिन् इति प्रातिपदिकम्. एतत् प्रथमविभक्तिरूपम्. अग्रे अपि तत्र अग्रे तत्र विद्वान् विद्वांसौ विद्वांसः इति अस्ति, तत्र विद्वांसः. प्रयत्नं करोमि वा महोदय? प्रयत्नं करोतु भगिनि. विद्वांसः सकारान्तः प्रातिपदिकम् अस्ति, बहुवचने अन्तिमवर्णः सकारः अस्ति, तत्कारणं सकारान्तः पुल्लिङ्ग. समीचीनं भगिनि, समीचीनं समीचीनम्. इदानीं तत्र युवा इति तत्र नकारः अन्तिमवर्णः अस्ति बहुवचने, तत्कारणं नकारान्तः पुल्लिङ्गः. समीचीनं भगिनि, समीचीनम्. एषः एव प्रथमविषयः अस्माकं. समीचीनं भगिनि. लक्ष्मी भगिनी न श्रूयते भगिनि, तत्र अहं न जानामि किम् इति, किन्तु म्यूट् मध्ये तु नास्ति भवति, किन्तु तत्र न श्रूयते भगिनि. कामाक्षी भगिनी, समीचीनं. इदानीं तत्र अग्रे गच्छामः, तत्र पुनस्मरणरूपेण तत्र अग्रिमे पुटे वयम् एतत् कृतवन्तः, किन्तु तस्य अग्रिमे पुटे तत्र कोष्टकम् अस्ति, हलन्तपुल्लिङ्गाः शब्दाः इति, तत्र वणिज् सम्राज् इति, तद् अपि एकवारं तत् पश्यामः. तत्र कामाक्षी भगिनी, भवती एव पठति वा तत्र वणिज् इति आरभ्य? इति तत्र प्रथमविभक्तिरूपाणि इदानीम्. सम्राज् सम्राट् सम्राजौ सम्राजः. अतः जकारान्तपदं जकारान्तपदे अत्र भेदः अस्ति. तत्र जकारान्तपदं वणिज् अपि अस्ति, सम्राज् अपि अस्ति, किन्तु सामान्य जकारान्तपदं वणिज् इव अस्ति. सम्राज् तत्र एकवचने किं भवति? सम्राट् इति भवति, किन्तु वणिज् वणिक् इति तत् साधारणरूपम् अस्ति, सामान्यरूपं. सामान्यतया तत्र जकारः ककारः भवति, वणिज् वणिक् भवति, अपि तत्र बिषज् बिषक् इति तादृशम् इति भवति. कथम् अवगतं महोदय वणिज् शब्दस्य समानं वा? तत् केवलम् अभ्यासेन एव भगिनि, ते केवलम् अभ्यासेन. अत्र किं तत्र नियमः प्रायशः अस्ति, तद् व्याकरणवर्गे सर्वं भवति, किन्तु अस्मिन् स्तरे अभ्यासेन यद् रूपम् अस्ति तद् दृष्ट्वा तत्र अभिज्ञानस्य अत्र प्रशंसा अस्ति. नाम यदि यदा पठामः, ओ अस्तु एतद् रूपम् अस्ति, तत्र प्रायशः एतद् जकारान्तप्रातिपदिकम् अस्ति, सम्राट् अस्तु जकारान्तप्रातिपदिकम् इति जानामि इति, अतः. अग्रे धीमत् इति धीमान् धीमन्तौ धीमन्तः अन्तिमवर्णः तकारः अस्ति तत्कारणं तकारान्तः महत् इति महत् महान् महान्तौ महान्तः तकारान्तः हा इदानीं तत्र धीमत् महत् समानं स्तः वा धीमान् अस्ति धीमान् महान् धीमान्तौ महान्तौ धीमन्तः बहुवचने भिन्नम् अस्ति इति अहं मन्ये धीमन्तः परन्तु अत्र महत् शब्दस्य महान्तः आकारः सत्यं सत्यं भगिनि हा सत्यं भगिनि हा अतः तत्र अग्रे गत्वा पश्यामः तत्र हलन्तपदे किं भवति तत्र प्रथमा विभक्तौ द्वितीया विभक्तौ एव केचन कश्चन क्लेशः भवति तृतीया विभक्ति आरभ्य सुलभं रूपाणि सुलभानि एव भवन्ति अतः प्रथमा द्वितीया विभक्ति तत्र एव परिश्रमस्य आवश्यकता अस्ति तदनन्तरं सुलभं भवति अस्तु इदानीं तत्र अग्रे नरेश् महोदय अग्रे पठति वा तत्र राजन् आत्मन् इति आं महोदय सुहृद् सुहृद् सुहृदौ सुहृदपि अस्ति धन्यवादः महोदय सुहृदपि अस्ति धन्यवादः राजन् राजा राजानौ राजानः आत्मन् आत्मा आत्मानौ आत्मानः आत्मानः आत्मानः मन्त्रिन् मन्त्री मन्त्रिणौ मन्त्रिणः गुणिन् गुणी गुणिनौ गुणिनः अन्तिमं विद्वत् विद्वान् विद्वांसौ विद्वांसः अतः तत्र अस्माकं विषयः अस्ति तत्र जकारान्तप्रातिपदिकं तकारान्त दकारान्त नकारान्त सकारान्त तत्र अनेकानि रूपाणि सन्ति अत्र किन्तु तत्र ईमेल् द्वारा यत् प्रेषितं तत्र स्वरूपमहोदयेन लिखितं करपत्रमेकमस्ति तत्र यानि प्रातिपदिकानि सामान्यानि रूपाणि तेषां रूपं सामान्यम् अस्ति तत् तत्र स्थापितम् अस्ति अतः तद् केवलं पुटत्रयमेव अस्ति यदि तद् जानीमः बहु सुलभं भवति हलन्तरूपस्य विभक्तेः ज्ञानम् अतः इदानीं चिन्ता मास्तु अनेकानि रूपाणि सन्ति इति तादृशचिन्तनं मास्तु इदानीम् अग्रे गत्वा सुलभमेव भवति किन्तु प्रथमवारं पश्यामः पुनस्मरणमपि कृतवन्तः तत्र आत्मन् इति पदं विशेषपदम् अस्ति किन्तु गुणिन् इति तत् साधारणनकारान्तपदम् अस्ति तत्र गुणी गुणिनौ गुणिनः तत् साधारणनकारान्तपदं हलन्तपुल्लिङ्गपदम् अस्ति तादृश अनेकानि भवन्ति अतः तद् मनसि स्थापयतु इदानीं तत्र वदतु महोदय यदि प्रातिपदिकं पुल्लिङ्ग सकारान्त अस्ति चेत् तदनन्तरं आगच्छति महोदय त्रिषु वचनेषु विद्वान् इति सर्वदा अभवत् महोदय पुंलिङ्गे ऋकारः सत्यं भगिनि आत्मा तत्र मन्त्रिन् सत्यं भगिनि सत्यं तत्र केवलं सुहृद् तत्र ऋकारः अस्ति इति कृत्वा तत्र अपि ह्रस्वम् अस्ति खलु सत्यमेव भगिनि बहु समीचीनं योचनम् अस्ति भगिनि अपि च सकारान्त अपि समानेव नकार आगच्छति विद्वत् विद्वान् विद्वांसौ विद्वांसः तत्तु सर्वदा सत्यं महोदय सत्यं भगिनि सत्यं भगिनि समीचीनं समीचीनम् अस्ति भगिनि अस्तु एतत् पेटर्न् मनसि स्थापनीयमस्ति सत्यमेव तत्र दीर्घ अकारः भवति. यदि अकारः तत्र किम् अन्तिमवर्णस्य पूर्ववर्णः खलु उपदा इति वदामः, उपदा इति अकारः अस्ति चेत् तत्र दीर्घ विभक्तिरूपेषु आकारः भवति इति. महोदय मन्त्रिणः मन्त्रिन् नकार न नकारान्त शब्दः न तत्र मन्त्री मन्त्रिन् इति अस्ति भगिनि, तत्र इन् इति प्रातिपदिकं तत्र केवलं तत्र अवर्गीय नकारः अस्ति, किन्तु मन्त्रिणौ मन्त्रिणः तत्र णत्वं भवति. तत्र तकारस्य अनन्तरं रकारः अस्ति खलु, रकारः अस्ति चेत् नकारः णकारः भवति, णत्वं भवति. तत्र साक्षात् नकारस्य पूर्वं रकारः अस्ति, मध्ये किमपि नास्ति खलु, अतः तत्र तत्र णत्वं भवति एव. किन्तु मन्त्रिन् इति यत्र अस्ति तत्र अन्तिमनकारः इन् इति अस्ति, तत्र णत्वं न भवति. तत् प्रातिपदिकं गुणिन् तत्सर्वं राजन् तत्र इन् एव भवति, आत्मन् इति प्रातिपदिकं तत्र णत्वं न भवति. समीचीनं, समीचीनं भगिनि. अस्तु इदानीं तत्र गतवर्गे वयं तत्र कानिचन पुटानि कृतवन्तः, तत्र प्रायशः तत्र पुटसङ्ख्या दृश्यते खलु, तत्र पेज् 56 इति अस्ति, तदनन्तरम् अभ्यासः 21 इति अस्ति, तद् न कृतवन्तः इति मन्ये. इदानीं तत्र गच्छामः, तत्र अभ्यासः 18 अष्टादश आगच्छति, तदनन्तरम् एकविंशतिः अभ्यासः, एकविंशतितम अभ्यासः. तत्र तत्र एतद् कुर्मः, अत्र एकनिमिषः, तस्य पूर्वं तस्य पूर्वं क्षम्यताम्, अत्र यत्र आसं तत्रैव गच्छामः. तत्र हलन्तशब्दः वणिज् इति सम्राज् धीमत् इति यत्र अस्ति तदेव सर्वे पश्यन्तु. इदानीम् एकः अभ्यासः तत्र करणीयः अस्ति, तत्र रूपस्य स्थापनार्थम् एकः अभ्यासः करणीयः अस्ति. इदानीं तत् कुर्मः. इदानीं तत्र सूर्यकुमारी भगिनी, तदनन्तरं रघुवीरानन्दमहोदय वदति. इदानीं तत्र सूर्यकुमारी भगिनी, तत्र वणिज् इति अस्ति खलु भगिनि, इदानीं तत्र एतत् करोतु, तत्र उत्तमः उत्तमवणिज् इति, तस्य विभक्तिरूपं किं भवति, उत्तमः वणिक्, उत्तमौ वणिजौ, उत्तमाः वणिजः इति. इदानीम् अन्यत् अहं ददामि, तत्र वृद्ध वणिज् इदानीं तस्य रूपाणि वदतु भगिनि, तत्र वणिज् इति यत्र पूर्वम् आसं भगिनि, तत्र कोष्टकम् आसीत् खलु, वणिज् वणिक् वणिजौ वणिजः, करपत्रे यत्र इदानीं सर्वे पठितवन्तः खलु, तत्र वणिज् अस्ति, सम्राज् अस्ति, धीमत् अस्ति, वणिज् अस्ति खलु तत्र. इदानीं तत्र यदि उत्तमवणिज् इति पदम् आसीत् चेत्, उत्तमवणिज् इति तत्र भवती जानाति खलु, उत्तमः रामः अस्ति चेत् तत्र उत्तमः विशेषणं भवति, रामः विशेष्यं भवति. इदानीं रामौ अस्ति चेत् उत्तमौ रामौ भवति, रामाः अस्ति चेत् उत्तमाः रामाः इति भवति खलु. इदानीं तत्र वृद्ध वणिज् इति तस्य रूपं, वृद्धः वणिक्, वृद्धः वणिक् वणिजौ, बहुवचने वृद्धाः वणिजः, वृद्धाः वणिजः. समीचीनं भगिनि, अस्तु. अग्रे रघुवीरानन्दमहोदय, इदानीं तत्र उत्तमसम्राज् महोदय उत्तमः सम्राज्व उत्तमसम्राज् उत्तमसम्राज् एकवचने उत्तमः उत्तमः सम्राट् द्विवचने उत्तमौ सम्राजौ बहुवचने उत्तमः सम्राजः हा समीचीनं महोदय अस्तु हा अग्रे रघुपतिमहोदय इदानीं तत्र धीमत् इति अस्ति तत्र वृद्ध धीमत् एकनिमिषं महोदय धीम अस्तु वृद्धः वृद्धः धीमान् वृद्धौ धीमन्तौ वृद्धाः धीमन्तः हा धीमन्तः समीचीनं महोदय हा समीचीनम् अस्तु अग्रे गीतञ्जलि भगिनी इदानीं महत् इति अस्ति तत्र उत्तमः महत् उत्तमः महान् उत्तमौ महन्तौ महान्तौ महान्तौ उत्तमाः महान्तः महान्तः महान्तः समीचीनम् उत्तमाः महान्तः हा उत्तमाः महान्तः समीचीनं हा इदानीं ललिता भगिनी तत्र सुहृद् इति अस्ति तत्र वृद्धः सुहृद् सुहृद् इति पदस्य रूपं किम् अस्ति वृद्धः सुहृद् एकवचने वृद्धः सुहृद् एकवचने वृद्धः सुहृद् वृद्धौ सुहृदौ वृद्धाः सुहृदः हा वृद्धाः सुहृदः इति बहुवचने समीचीनं लक्ष्मी भगिनी भगिनी तत्र इदानीमपि न श्रूयते भगिनी न जानामि किमर्थम् एकवारं तत्र पुनरागच्छति वा तत्र प्रायशः तत्र कनेक्षन् मध्ये कापि समस्या अस्ति चेत् पुनरागमने तत् तस्याः नष्टा भवति इति मन्ये पश्यामः इदानीं म्यूट् मध्ये अस्ति इति अस्तु कामाक्षी भगिनी तत्र अग्रे आत्मन् इति अस्ति तत्र उत्तमः आत्मन् उत्तम आत्मन् इति तस्य एकवचने बहुवचने द्विवचने बहुवचने उत्तमः आत्मा उत्तमौ आत्मानौ आत्मानौ उत्तमाः आत्मानः आत्मानः आत्मानः नकारः टवर्गीयनकारः टवर्गीयन उत्तमाः आत्मानः समीचीनं भगिनि हा तत्र विशेषणं विशेषभावः अस्ति इति कृत्वा यद् यस्य वचनं विशेषस्य तस्य एव वचनं सा एव वचनं तदेव वचनं तत्र विशेषणस्य अपि हा अस्तु समीचीनम् इदानीं तत्र नरेश महोदय इदानीं तत्र मन्त्रीण् इति तत्र वृद्धः वृद्धमन्त्रीण् लक्ष्मी भगिनी इदानीं श्रूयते एकनिमिष इदानीं श्रूयते भगिनी एकनिमिषः नरेश महोदय करोति तदनन्तरं भवती वदतु इदानीं श्रूयते किं नरेश महोदय इदानीं द्विवचने वृद्धः मन्त्री वृद्धौ मन्त्रिणौ वृद्धाः मन्त्रिणः हा समीचीनं समीचीनं हा अस्तु इदानीं लक्ष्मी भगिनी इदानीं तत्र गुणिन् इति अस्ति पश्यति खलु गुणिन् इति चतुर्थे पुटे फोर्थ् पेज् पी डि एफ् मध्ये लक्ष्मी भगिनी नास्ति महोदय तत्र पी डि एफ् मध्ये अटाच्मेण्ट् अस्ति खलु ईमेल् मध्ये अस्ति लक्ष्मी भगिनी वाक्यं न भगिनी तत्र इदानीं तत्र गुणि इति गुणिन् इति पश्यति खलु तत्र रूपं किम् अस्ति गुणि गुणिनौ गुणिनः इति अस्ति खलु फोर्थ् पेज् मध्ये पी डि एफ् मध्ये तत्र अटाच्मेण्ट् मध्ये लिङ्क् नास्ति, अटाच्मेण्ट् अस्ति ईमेल् द्वारा यत् प्रेषितं तत्र ईमेल् मध्ये अटाच्मेण्ट् अस्ति. अहम् अनन्तरं पठामि. अहम् अस्तु भगिनि, अस्तु भगिनि, अस्तु. किन्तु इदानीं श्रूयते भगिनि, समीचीनमस्ति, श्रूयते, समीचीनमस्ति. हा अस्तु, इदानीं श्रीनिवास महोदय, गुणी गुणिनिति अस्ति तत्र, उत्तमः उत्तमगुणि उत्तमगुणिन् इति, तस्य रूपाणि वदतु महोदय. हा महोदय, उत्तमः गुणी, उत्तमौ गुणिनौ, उत्तमाः गुणिनः. हा अस्तु, समीचीनं. हा इदानीं तादृशे एव अन्यत् अपि अभ्यासः इदानीं भवति. हा तत्र इदानीं तत्र पुनः आरम्भं कुर्मः. अस्तु रघुपतिमहोदय, इदानीं तत्र इदानीं भवान् वणिज् भवत् वणिज् इति पदस्य रघुपति महोदय न श्रूयते महोदय. श्रूयते इदानीं. हा इदानीं श्रूयते. हा भवान् भवत् वणिज् भवत् वणिज् अस्तु. इदानीं भवान् वणिक्, भवन्तौ वणिजौ, भवन्तः वणिजः. हा इदानीं समीचीनं महोदय, समीचीनं. हा अस्तु, सूर्यकुमारी भगिनी, इदानीं तत्र सः सम्राट् सः सम्राट् सः सम्राट् सः सम्राट् स एव सः सम्राट् सम्राजौ न न न सः सः इति पदस्य सः सः सम्राट् सः सम्राट् तौ सम्राजौ ते सम्राजः. हा ते सम्राजः, समीचीनम्. अस्तु समीचीनं भगिनि. गीताञ्जलि भगिनी, इदानीं तत्र त्वम् इति, त्वं धीमत् इति तत्र त्वं धीमत् त्वम् इति तत्र प्रातिपदिकं वक्तव्यमस्ति किन्तु भवती जानाति तत्र त्वं धीमन् धीमान् त्वं धीमान् त्वं युवां धीमन्तौ यूयं धीमन्तः. हा समीचीनं भगिनि. यदि सा यदि वयं सा धीमान् इति तु सत्यं भगिनि, सा इति न भवति भगिनि, सा इति स्त्रीलिङ्गपदम् अस्ति. सः तदनन्तरं यदि किमपि यदि सा वक्तुम् इच्छामः चेत् तेन् धीमान् इति तु साधुना अस्ति, धीमत् धीमति इति प्रायशः अस्ति भगिनि. सो हौ डु यु से इफ् यु आर् रिफरिङ्ग् टु फीमेल् महोदय तत्र अग्रे भवति भगिनि, तत्र धीमत् इति प्रातिपदिकमस्ति, तत्र प्रायशः पुल्लिङ्गे धीमान् इति अस्ति, धीमति इति प्रायशः अस्ति तत्र. गुणवति इति, गुणवति, तादृश शक्तिमति, शक्तिमति इति, शक्तिमति इति जानाति खलु, तादृश तत्र अग्रे आगच्छति. किन्तु तत्र स्त्रीलिङ्गे अपि अस्ति, किन्तु एतत् पुल्लिङ्गरूपम् अस्ति. इदानीं भवती कृतवती खलु, इदानीं तत्र त्वं भवती कृतवती, इदानीं तत्र ललिता भगिनी, इदानीं तत्र महत् इति तत्र किं सः अथवा एषः, एषः महान् एषः महान् एतौ एतौ महान्तौ एते महान्तः. हा एते महान्तः, समीचीनं. हा अस्तु, इदानीं कामाक्षी भगिनी, तत्र भवान् सुहृद् भवान् सुहृद् भवन्तौ सुहृदौ क्षम्यतां महोदय सुहृदः, समीचीनं भगिनि. हा लक्ष्मी भगिनी वदतु. अहं न प्राप्तवती कुत्र अत्र ईमेल् ईमेल् मध्ये लिङ्क् तत्र अटाच्मेण्ट् अस्ति भगिनि, अटाच्मेण्ट् एव अस्ति. हलन्त् हा हलन्त् हा तत्र चतुर्थे पुटे तद् अस्ति हा तत्रैव फोर्थ् फोर्थ् पेज् गच्छतु फोर्थ् पेज् प्राप्तं वा इदानीं वणिक् वणिजौ वणिजः हा तत्रैव तत्रैव भगिनि हा अस्तु समीचीनम् इदानीं तत्र तत्र अधोभागे राजन् इति अस्ति खलु पश्यति वा तत् रूपं किम् अस्ति राजन् पदस्य राजन् नकारान्तः अतः प्रथमविभक्तिरूपाणि कानि राजा राजानौ राजानः हा इदानीं तत्र एतत् चिन्तयतु भवान् राजा इति पदं स्वीकरोतु भवान् राजा इदानीं तत्र राजद्वयमस्ति चेत् किं वदति भवती एकः राजा अस्ति चेत् भवान् राजा भवान् राजा राजानौ राजानौ इदानीं भवन्तौ राजानौ हा राजानः भवन्तः राजानः हा समीचीनं भगिनि इदानीं तादृश एव एतत् करोतु तत्र सः राजा इति सः राजा तौ राजानौ ते राजानः हा इति समीचीनं भगिनि हा तत्र मनसि तत्र रूपभेदः अस्ति खलु सः इति पदस्य अपि राजा इति पदस्य तत्र किञ्चित् अभ्यासः भवतु इति तावदेव अस्तु श्रीनिवास महोदय इदानीं तत्र आत्मा इति अस्ति तत्र अहम् आत्मा इति वदतु महोदय अहम् आत्मा आवाम् आत्मानौ वयम् आत्मानः आत्मानः वयम् आत्मानः समीचीनं महोदय वयम् आत्मानः इति समीचीनं रघुवीरानन्दमहोदय इदानीं तत्र मन्त्रीणि इति अस्ति तत्र इदानीं नूतनं किं कुर्मः तत्र मन्त्री गतवान् मन्त्री गतवान् महोदय मन्त्री गतवान् मन्त्री गतवान् मन्त्रिणौ गतवन्तौ मन्त्रिणः गतवन्तः समीचीनं महोदय नरेश महोदय इदानीं गुणी इति अस्ति तत्र गुणिः गुणी आगतः आगतः गुणिनौ आगतौ गुणिनः आगताः तत्र आगतः इति देवशब्दवत् देवः देवौ देवाः इति समीचीनं महोदय अस्तु एतावत् सर्वे उक्तवन्तः खलु सर्वे उक्तवन्तः इति मन्ये तत्र अस्तु पुनः तत्र इदानीं तत्र इदानीं तत्र किञ्चित् तत्रापि पुनः योजनं कर्तुं शक्नुमः इति कृत्वा इदानीं तत्र रघुपतिमहोदय इदानीं तत्र विद्वान् अस्ति खलु अत्र उत्तमः विद्वान् अस्ति उत्तमः विद्वांसः अस्ति अस्तु इदानीं द्विवचने बहुवचने उत्तमौ विद्वांसौ सः उत्तमाः विद्वांसः सन्ति समीचीनं महोदय उत्तमाः विद्वांसः सन्ति समीचीनं अस्तु इदानीं तत्र कामाक्षी भगिनी तत्र उत्तमः वणिक् गच्छति उत्तमः अहं वाक्यं वदामि तद् वाक्यं द्विवचने अपि बहुवचने वक्तव्यम् उत्तमः वणिक् गच्छति उत्तमः वणिक् गच्छति उत्तमौ वणिजौ गच्छतः उत्तमः वणिजः गच्छन्ति हा समीचीनं भगिनि समीचीनमस्ति अस्तु ललिता भगिनी इदानीं तत्र सम्राट् इति अस्ति तत्र वृद्धः सम्राट् गच्छति गच्छति वृद्धः सम्राट् गच्छति. वृद्धः सम्राट् गच्छति. वृद्धौ सम्राजौ गच्छतः. एण्ड् वृद्धाः सम्राजः गच्छन्ति. समीचीनं भगिनि. तत्र कार्यं कार्यत्रयम् अस्ति खलु, अतः किन्तु तत् अभ्यासः भवति इति. हा अस्तु, अग्रे गीताञ्जलि भगिनि. इदानीं तत्र भवती गतवारे धीमत् इति एव कृतवती वा? न खलु, अस्तु भगिनि. तत्र अस्तु, यत् सम्राट् एव करोतु. तत्र वृद्धः सम्राट् ददाति. वृद्धः सम्राट् ददाति. वृद्धौ सम्राजौ दत्तः. वृद्धाः सम्राजः ददति. ददति. हा समीचीनं भगिनि. हा विशेषरूपम् अस्ति खलु तत्र. हा अस्तु, समीचीनं. हा अस्तु, लक्ष्मी भगिनी वक्तुम् इच्छति वा? इदानीं तत्र धीमान् इति अस्ति खलु, तत्र लक्ष्मी भगिनी श्रूयते वा? अस्तु महोदय. हा तत्र धीमान् इति अस्ति. तत्र सः धीमान् गच्छति. सः धीमान् गच्छति. तौ धीमन्तौ गच्छतः. ते धीमन्तः ते धीमन्तः गच्छन्ति. हा अतः एव अभ्यासः इदानीं. तत्र गच्छन्तः अस्ति, तत्र धीमन्तः अस्ति, किन्तु तदनन्तरं गच्छन्ति इति भवति. हा समीचीनं भगिनि. हा पुनः अन्तिम बहुवचनरूपम् एकवारं वदतु. ते धीमन्तः गच्छन्ति. हा ते धीमन्तः गच्छन्ति. समीचीनं भगिनि. अस्तु, अत्र श्रीनिवास महोदय, इदानीं तत्र महान् इति अस्ति. तत्र वृद्धः महान् करोति इति. वृद्धः महान् करोति. वृद्धौ महन्तौ करोति. कुरुतः. वृद्धौ महन्तौ कुरुतः. वृद्धाः महान्तः कुर्वन्ति. कुर्वन्ति. समीचीनं महोदय. हा रघुवीरानन्दमहोदय, इदानीं तत्र सुहृद् इति अस्ति. तत्र भवान् न भवान् मास्तु, तत्र अन्यः सुहृद् अस्ति महोदय. अन्यः सुहृद् अस्ति. अनदर् फ्रेण्ड् इस् देर् इति. अन्यः सुहृद् अस्ति. अन्यः सुहृद् अस्ति. अन्यौ सुहृदौ स्तः. अन्याः सुहृदः सन्ति. तत्र सः तौ ते इति रूपम् अस्ति इति मन्ये महोदय. अन्यः इति तत्र अन्ये प्रायशः अन्ये इति प्रायशः इति बहुवचने. अस्तु महोदय, एतत् कुर्मः. तत्र अन्यः त्यजामः. तत्र वृद्धः सुहृद् अस्ति इति स्वीकुर्मः. हा वृद्धः सुहृद् अस्ति. सुहृद् अस्ति. वृद्धौ सुहृदौ स्तः. वृद्धाः सुहृदः सन्ति. समीचीनं महोदय. अस्तु, नरेश महोदय, इदानीं तत्र राजन् राजा इति अस्ति. तत्र उत्तमः राजा ददाति. उत्तमः राजा ददाति. उत्तमौ राजानौ दत्तः. उत्तमाः राजानः ददति. हा ददति इति. समीचीनम्. अस्तु, अत्र एकवारं तत्र एतादृश अभ्यासः अभ्यासम् एतादृशम् अभ्यासं भवन्तः अपि सर्वे कुर्वन्तु. तेन किं भवति तत्र रूपस्य स्थापनं भवति मनसि, नो चेत् तत्र नूतन अस्ति खलु, तत्र सम्राट् सम्राजौ सम्राजः इति केवलं तदस्ति चेत् तदपि लाभः, सः एव लाभः, किन्तु सः सम्राट् तौ सम्राजौ ते सम्राजः इति तादृशरूपमपि मनसि अस्ति चेत् बहु सम्यक् भवति. अस्तु तर्हि इदानीम् अग्रे गच्छामः. तत्र इदानीं फोर्थ् पेज् मध्ये आसम्, इदानीं तत्र 5, 6, 7, 8, 9th पेज् इति मन्ये. तत्र यत् मया प्रेषितं तत् पुनरेकवारम् अहं पश्यामि तत्र. अस्तु, तत्र प्रायशः 9th पेज् पश्यामः. तत्र इदानीं तत्र केवलम् अभ्यासः कः इत्युक्ते, तत्र प्रथमाविभक्तिरूपं दत्तम् अस्ति, तद्दृष्ट्वा तत्र बहुवचनरूपम् अन्तिमव्यञ्जनं प्रातिपदिकं तद् वक्तव्यम्. अस्तु, तत्र इदानीं तत्र लक्ष्मीभगिनी प्रथमं करोति वा वणिक् इति? तत्र दत्तमस्ति वणिजः इति, तदेकवारं पठतु भगिनि, तद् पठित्वा अग्रिमं करोतु भगिनि. हा, तत्पुटमेव. इदानीं तत्र तद् उदाहरणमस्ति, पेज् नम्बर् 9 अस्ति पी डि एफ् मध्ये भगिनि. इदानीं पेज् नम्बर् 9, हा पेज् नम्बर् 9, तत्र उदाहरणं वणिक् इति अस्ति. न पेज् नम्बर् 9 पी डि एफ् मध्ये भगिनि, पेज् नम्बर् 9 पी डि एफ् मध्ये. अस्तु, अन्य कोऽपि करोतु, तदनन्तरं भवती करोति करोतु भगिनि. हा, गीताञ्जलि भगिनि, पेज् 9 मध्ये यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरण तत् हिन्दी मध्ये अस्ति तावदेव. प्रथमायाम् एकवचन एकवचनरूपं प्रथमाविभक्ति दत्तम् अस्ति, बहुवचनरूपम् अन्तिमव्यञ्जनम् अपि प्रातिपदिकं वक्तव्यम् अस्ति. सो वणिक् एकवचनं, वणिजः बहुवचनरूपं, जकारः अन्तिमव्यञ्जनम्, अपि च प्रातिपदिकं वणिज् इति अस्ति, जानीमः खलु. इदानीं ऋत्विक् इति प्रथमविभक्तिरूपम् अस्ति, ऋत्विक् प्रथमविभक्तिरूपं, बहुवचनरूपं ऋत्विजः, अन्तिमव्यञ्जनं जकारः, प्रातिपदिकं ऋत्विज्. हा, ऋत्विज् इति अस्ति. समीचीनं भगिनि, समीचीनं. हा, तत्र अग्रिमपि करोतु. तत्र तत् प्रायशः मुद्रणदोषः अस्ति, सुहृद् इति अस्ति इति मन्ये. सुहृद् इति प्रथमविभक्तिरूपं, बहुवचनं सुहृदः, समानेव दकार एव, अन्तिमव्यञ्जनं दकारः, प्रातिपदिकं सुहृद्. समीचीनं भगिनि. अस्तु, अग्रे महोदय, पी डि एफ् मध्ये मे पञ्चमपुटमेव वा? न महोदय, न महोदय, 9th पेज्. तत्र वयं यत् पूर्वम् अस्ति तत् सर्वं कृतवन्तः महोदय, तत्र गतवर्गे. आम् महोदय. हा, अतः तत्र इदानीं तत्र पेज् नम्बर् 8 अधोभागे भवान् स्मरति, तत्र अवधेयम् इति भवान् एव पठितवान् तत्र. हा, कोष्टकं. हा, तावत् वयं गतवर्गे कृतवन्तः, इदानीं नूतन अभ्यासः. हा, एतावत् वयं केवलं पुरस्मरणरूपेण तत्र सर्वं स्थापितवन्तः, सः वणिज् इति तादृश अभ्यासं कृतवन्तः, किन्तु यत् करपत्रे अस्ति इदानीम् आगच्छति. समीचीनम्. हा, इदानीं स्वामी इति अस्ति, तस्य विवरणं करोतु. स्वामी इति किं भवति? स्वामी, स्वामिनौ, स्वामिनः. हा समीचीनम्। अतः बहुवचनरूपम् अस्ति स्वामिनः स्वामिनः। हा अन्तिमव्यञ्जनम् अस्ति स्वामिनः इति पदस्य अन्तिमव्यञ्जनम् अस्ति नकारः महोदय। नकारः प्रातिपदिकम् अस्ति स्वामिन् स्वामिन् इति। हा समीचीनम्। इदानीं बुद्धिमान् इति अस्ति बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः। हा अतः अन्तिमव्यञ्जनमस्ति तकारः तकारः बुद्धिमन्तः तकारः अन्तिमः अस्ति। अतः अपि प्रातिपदिकमस्ति बुद्धिमत् इति। हा बुद्धिमत् भवान् पदस्य भवत् भगवान् पदस्य भगवत् तादृश बुद्धिमान् इति पदस्य प्रातिपदिकं बुद्धिमत्। हा समीचीनं महोदय। एकः प्रातिपदिकं त्रिलिङ्गानि तत् पद्यते। हा सत्यं महोदय सत्यं सत्यं सत्यं। तत्र बुद्धिमत् बुद्धिमती इति भवति अपि बुद्धिमान् अपि बुद्धिमत् नपुंसकलिङ्गे। सत्यं महोदय सत्यं समीचीनम्। अस्तु अग्रे तत्र हा ललिता भगिनी अग्रे पठति वा। हा कस्य प्रश्नः आसीत्? अस्तु भगिनि न इदानीं हा बिशक् सत्यं सत्यं बिशक् हा सत्यं बिशक् बिशक् बिषजौ बिषजः बिषजः बहुवचनरूपम् अन्तिमव्यञ्जनं बिषजः जकारान्त जकारः अन्तिमव्यञ्जनं जकारः प्रातिपदिकमस्ति प्रातिपदिकमस्ति जकारान्त न किन्तु विषज् इति पदं विषज् इति पदं समीचीनं विषज् अग्रिमं विद्वान् विद्वान् विद्वांसो विद्वांसः विद्वांसः बहुवचनरूप रूपम् अन्तिमव्यञ्जनः अस्ति सकारः सकारान्त नकारान्त न सकारान्त सकारान्त प्रातिपदिकं विद्वस् तत्र बहुवचनरूपस्य अन्तिमवर्णम् एव प्रातिपदिकस्य अन्तिमवर्णः वर्णः एव अतः समीचीनं भगिनि। अस्तु लक्ष्मी भगिनी इदानीं प्राप्तवती वा? अस्तु इदानीम् आत्मा हा वदतु भगिनि अन्तिमवर्णः नकारः प्रातिपदिकं किं भवति? आत्मन् शब्दः समीचीनं भगिनि। इदानीं सम्राट् इति अस्ति तत् करोतु जकारान्तपदं हा अन्ते जकारः अस्ति प्रातिपदिकं किम् अस्ति? सम्राज् इति समीचीनं सम्राज् अस्तु। अग्रे कामाक्षी भगिनि इदानीं पुमान् अपि शक्तिमान् इति पुमांसः बहुवचनम् अस्ति अन्तिमवर्णः सकारान्तः प्रातिपदिकं पुंस् इति अस्ति तत्र तत्र अन्ये पुटे तद् दत्तमस्ति भगिनि किन्तु तत्र 4, 5, 6, 7 हा सेवेन्त् पेज् मध्ये तत्र प्रातिपदिकं दत्तमस्ति पुंस् इति। इदानीं तत्र शक्तिमान् इति तत्र तस्य रूपं वदतु शक्तिमान् शक्तिमन्तौ शक्तिमन्तः अन्तिमवर्णः तकारः अस्ति प्रातिपदिकं शक्तिमत् शक्तिमत् समीचीनं भगिनि शक्तिमत् इति समीचीनं भगिनि हा अस्तु अग्रे नरेश महोदय इदानीं तत्र मरुत् मरुतः महोदय मरुत् इति मरुत् इति दत्तमस्ति वा एतावत् तत्र मरुत् दकारन्तं न दत्तं खलु हा सत्यं सत्यं महोदय धन्यवादः हा हा हा धन्यवादः उदाहरणरूपेण दत्तमस्ति अस्तु धन्यवादः महोदय हा मरुतः हा समीचीनं महोदय धन्यवादः हा प्रातिपदिकं मरुत् हा मरुत् एव इति तत्र सुहृत् शब्द इव अस्ति किन्तु तकारात् अस्ति इति मन्ये खलु महोदय अस्तु अग्रे विद्यार्थिनौ विद्यार्थिनः बहुवचनरूपं विद्यार्थिनः अन्तर्व्यञ्जनं नकार प्रातिपदिकं विद्यार्थिन् विद्यार्थिन् इति तत्र विद्यार्थी इति दीर्घ एकारः अस्ति विद्यार्थी इति रूपे किन्तु तदनन्तरं विद्यार्थिनौ अपि विद्यार्थिनः इति अस्ति बहुवचने तत्र तिकाति इति तत्र ह्रस्व इकारः अस्ति ह्रस्व अस्ति तदनन्तरं समीचीनं महोदय अस्तु अग्रे श्रीनिवास महोदय इदानीं तत्र महान् अपि तेजस्वी महान् महान्तौ महान्तः तकारान्त महत् इति प्रातिपदिकं महत् इति प्रातिपदिकं समीचीनं महोदय अग्रे तत्र तेजस्वी इति तेजस्वी तेजस्विनौ तेजस्विनः नकारान्त तेजस्विन् इति तेजस्विन् इति प्रातिपदिकं समीचीनं महोदय समीचीनं रघुपति महोदय इदानीं तत्र विज्ञानी अपि हस्ति इति एकवारं महोदय विज्ञानिनः इति अत्र विज्ञानिन् इति नकारान्त पुल्लिङ्गशब्दः अस्ति समीचीनं हस्ति तत्रापि दीर्घ अस्ति एकवचने अतः हस्तिनः इति हस्ति हस्तिन् हस्तिनौ हस्तिनः नकारान्त हस्तिन् इति तत्र प्रथमाविभक्ति एकवचनरूपे तत्र किं भवति दीर्घ इकारः अस्ति प्रातिपदिके ह्रस्व इकारः एव हस्तिन् इति समीचीनं महोदय अस्तु अग्रे एतावत् सर्वे कृतवन्तः इति मन्ये खलु तत्र सूर्यकुमारी भगिनी कृतवती वा प्रायश न अस्तु भगिनि इदानीं तत्र गुणवान् अपि भवान् इति गुणवत् हा इदानीं भवान् इति भवान् भवन्तौ भवन्तः तकारः अन्तिमवर्णः बहुवचने भवत् प्रातिपदिकं भवत् प्रातिपदिकं प्रातिपदिकं समीचीनं भगिनि अस्तु अस्तु तर्हि इदानीं तत्र एतावत् तत्र हलन्तपुल्लिङ्गशब्दानाम् अभ्यासं कृतवन्तः इदानीं तत्र प्रयोगः कीदृशः भवति इति कथारूपेण पश्यामः अस्तु तत्र कः आरम्भं करोति तत्र कामाक्षी भगिनी तत्र कथा अस्ति खलु तत्र प्रथम परिच्छेदः पठति वा तत्र अग्निमेपुटे द्वापरयुगस्य कथा अस्ति भगवान् श्रीकृष्णः द्वारकाया राजा आसीत् तस्य अनेके सहपाठिनः सुहृदः च आसन् ते सर्वे मिलित्वा वने गाः चारयन्ति स्म तेषु सुहृत्सु कृष्णः सुदामा च अन्तरङ्गौ सुहृदौ आसाम् सुदामा कृष्णस्य अतीव प्रियः आसीत् तस्मिन् कृष्णस्य भूयान् स्नेहः आसीत्। प्रौढे वयसि मथुरां विहाय कृष्णः द्वारकापुरीं गतवान्। तत्र सः राजा अभवत्। एवं तस्य बाल्यसुहृदभ्यः साक्षात् सम्पर्कः विच्छिन्नः अभवत्। हा इति समीचीनं भगिनि, अस्तु। अग्रे ललिता भगिनि अग्रे पठति वा? आरम्भात् एव सुदामा निर्धनः आसीत्। सः न केवलं कृष्णस्य सुहृद् आसीत्, किन्तु तस्य भक्तः अपि आसीत्। दारिद्र्यवशात् यद्यपि सुदामा महति कष्टे आसीत्, तथापि तत् प्रतीकाराय किञ्चित् न अकरोत्। सः केवलं कृष्णं भजति स्म। तद् दृष्ट्वा तस्य पत्नी तम् उक्तवती, आर्यपुत्र, भवतः सुहृद् इदानीं द्वारकायाः राजा वर्तते। भवान् तं मिलित्वा किमर्थं स्वकष्टविषये न सूचयति? सः भवतः साहाय्यम् अवश्यमेव आचरिष्यति। हा समीचीनं भगिनि, धन्यवादः। हा अस्तु, अग्रे तत्र श्रीनिवास महोदय अग्रे पठति वा? हा महोदय। आदौ सुदामा तदर्थम् उद्यतः न अभवत्। स्वमतं सम्पोषयन् सः पत्नीं प्रबोधितवान्। स्वार्थाय सुहृदे कष्टं न दातव्यं किल। अपरं च किं त्वं न जानसि यत् कृष्णः इदानीं महान् राजा वर्तते। राजकार्येषु जग्रतया कदाचित् सः अस्मान् विस्मृतवान् स्यात्। अत एव एतादृश्यां स्थितौ केवलं स्वार्थाय तेन सह मम मेलनम् उचितं न भाति इति। हा समीचीनं महोदय, अस्तु। अग्रे रघुवीरानन्दमहोदय अग्रे। क्षम्यतां महोदय, कुत्र पुस्तके अस्ति वा महोदय? न न महोदय, तत्र PDF मध्ये एव अस्ति महोदय। अग्रे दशमे पुटे महोदय, अग्रिमे पुटे। प्राप्तं वा? पश्यामि महोदय, मोबैल् मध्ये अस्मि अतः। ओ क्षम्यतां महोदय, अस्तु अस्तु, अहं पठामि। लक्ष्मी भगिनी वा? अस्तु लक्ष्मी भगिनी पठतु भगिनी, अस्तु। आदौ सुदामा तदर्थं कृतं भगिनि, अग्रे सुदाम्नः इति। सुदाम्नः मन्तव्यं श्रुत्वा तस्य पत्नी पुनः आग्रहं कृतवती। नहि नहि आर्यपुत्र, कृष्णस्य विषये मया बहुधा श्रुतमस्ति। सः तु विद्वान् गुणग्राही, सुहृद् प्रेमी, भक्तानां उद्धारकः, दरिद्राणां च पोषकः अस्ति। अतः सः एवं न आचरिष्यति। भवान् एकवारं गत्वा तं मिलतु, स्वकष्टं च श्रावयतु इति। हा अस्तु भगिनि, समीचीनं। हा समीचीनम्, अस्तु। अग्रे रघुवीरानन्दमहोदय अग्रे पठति वा? आं महोदय। हा पत्न्याः आग्रहेण न श्रूयते महोदय, न श्रूयते। महोदय इदानीं, महोदय हा इदानीं श्रूयते, इदानीं श्रूयते महोदय। हा महोदय, पत्न्याः पत्न्याः अग्रहेण उत्साहितः नाम द्वारकायात्रायै सज्जः पत्न्यां गच्छन् सः द्वारकां प्राप्तवान्। राजद्वारे राजकर्मचारिणः तस्य प्रवेशं न अनुमतवन्तः। राजा कृष्णः मम सुहृदस्ति इति सुदाम स्वपरिचयं प्रस्तुतवान्। कर्मचारिणः तस्य वाचि न विश्वसितवन्तः। ते तस्य परिहासं कृतवन्तः। अस्मिन्नेव अवसरे कृष्णः दूरात् सुदामानं दृष्ट्वा स्वयं तत्र आगतवान्। आलिङ्गनपूर्वकम् अभिनन्द्य सः सुदामानम् अन्तःपुरं नीतवान्। परिचयं सम्प्राप्य सत्यभामा सुधाम्नः पादौ प्रक्षाल्य वस्त्राञ्चलेन तावत् पर्यन्तम् आगमन समये तद् वाक्यमपि पठतु महोदय। आगमनसमये सुदाम्नः पत्नी कृष्णस्य कृते पृथुकान् प्रेषितवती। हा पृथुकान् प्रेषितवती, समीचीनं महोदय। अस्तु अग्रे नरेश महोदय पठति वा। सुदामं सङ्कोचवशात् तान् न निष्कासयति स्म, परन्तु अनवधानात् यदा पोत्तलिका अधः पतिता तदा कृष्णः झटिति ताम् उन्मोच्य सहर्षं पृथुकान् खादितवान्। सुदामा राजा प्रसादे कतिचित् दिनानि उषित्वा रिक्तहस्तः एव गृहं प्रत्यागतवान्। सः इच्छन् अपि सङ्कोचवशात् स्वप्रयोजनविषये मित्रं वक्तुं न पारितवान्। परन्तु भगवान् भावग्राही वर्तते। सः कथ्यम् अकथ्यं सर्वं सत्यं जानाति। गृहम् आगत्य सुदामा दृष्टवान् यत् तस्य गृहस्य रूपं परिवर्तितम् अस्ति। तस्य पत्नी अपि बहुमूल्यैः आभूषणैः अलङ्कृता वर्तते। एतत् सर्वं कथं घटितम् इति विषये सुदामा आश्चर्यं प्रकटितवान्। श्रीमन् भवतः गमनात् परं कश्चन बालपथिकः अस्माकं गृहम् आगतवान्। तस्य आगमनमात्रेण एतत् सर्वं स्वतः अजायत इति पत्नी तं सूचितवती। तत् श्रुत्वा नूनम् एतत् कृष्णस्य कार्यम् अस्तीति सुदामा ज्ञातवान्। हा इति धन्यवादः महोदय। अस्तु इदानीं तत्र पङ्क्तिशः अपि पश्यामः, किन्तु तत्र हलन्तपुल्लिङ्गशब्दानां प्रयोगः अत्र भवति। तत्र भगवान् इति, तत्र भगवान् इति पदस्य प्रातिपदिकं किम्? भगवत्। भगवत् सर्वे वदन्तु, ये जानन्ति वदन्तु। तत्र राजा इति अस्ति, प्रातिपदिकं किं? राजन्। राजन्, सहपाठिनः सहपाठिन्, सुहृदः सुहृद्, सुहृदौ पुनः भूयान् विद्वान् इति, विद्वान् इति तत्र भूयस् इति प्रायश, भूयस् इति, भूयस्, तदनन्तरं राजा इति तत्र राजन्, राजन्, सुदामा इति सुदामन्, सुदामन्, पुनः सुहृद् दृष्टवन्तः, राजा दृष्टवन्तः, भवान् दृष्टवन्तः, महान् इति अस्ति, महान् इति महत्, विद्वान् गुणग्राहिन् सहृत् प्रेमी प्रेमिन् सहृत् प्रेमिन् इदानीं तदनन्तरं भवान् दृष्टवन्तः तदनन्तरं गच्छन् इति गच्छत् शब्दः शत्रन्तरूपं गच्छत् गच्छन् गच्छन्तौ गच्छन् गच्छन्तः गच्छत् इति प्रातिपदिकं तकारान्तपदं गच्छ राजकर्मचारिणः सुहृद् सुदां तद् कर्मचारिणः अपि दृष्टवन्तः पुनः इच्छन् इति तत्र इच्छन् इति इच्छत् शब्दः श्रीमन् इति सम्बोधनम् अस्ति श्रीमत् इति शब्दः समीचीनम् अस्तु श्रीमत् भगवत् इति भगवत् तादृशरूपं श्रीमत् तत्र तत्र सम्बोधनरूपम् अस्ति श्रीमन् इति श्रीमान् इति प्रथमविभक्तिरूपं भवति अस्तु इदानीं तत्र पश्यामः किम् अस्ति तत्र आपत्सु मित्रं जानीयात् आपत्सु अपि तत्र आपत् इति स्त्रीलिङ्गपदम् अस्ति इति मन्ये तत् अग्रे आगच्छति सप्तमी सप्तमी हा बहुवचनसप्तमी सु इति अस्ति अतः स्त्रीलिङ्गपदम् इति चिन्तयामि तत्र आपत्सु तकारान्तस्त्रीलिङ्गपदम् इति मन्ये अग्रे आयति तत्र किं किम् अस्ति इति तत्र पङ्क्तिशः पश्यामः तत्र सूर्यकुमारी भगिनी किञ्चित् पठित्वा वदति वा सुभाषितं महोदय न न न कथा एव कथायां किं किम् अस्ति इति द्वापर न न द्वापरयुगस्य कथा अस्ति इति तत्र तत्र आरभ्य द्वापरयुगे भगवान् श्रीकृष्णः न न न एकमेकं वाक्यं दृष्ट्वा केवलं सारांशः न द्वापरयुगस्य कथा अस्ति द्वापरयुगस्य कथा अस्ति अस्तु इदानीं भगवान् अलन्तपदं श्रीकृष्णः द्वारकायाः राजा आसीत् राजा आसीत् हा इदानीं तत्र भगवान् अपि श्रीकृष्णः तयोः मध्ये कः सम्बन्धः भगवान् श्रीकृष्णः द्वारकायाः न न न भगवान् अपि श्रीकृष्णः पदद्वयमस्ति हा विशेषभावः भगवान् श्रीकृष्णः इदानीं तत्र यदि वयं वदामः तत्र श्रीकृष्णं पश्यामि तत्र भगवन्तं श्रीकृष्णं पश्यामि इति रूपं भवति तदनन्तरं द्वारकायाः इति विभक्तिः का तत्र षष्ठी द्वारका इति स्त्रीलिङ्गपदम् आकारान्त स्त्रीलिङ्गपदं षष्ठी रूपं समीचीनं भगिनि राजा आसीत् हा तस्य इत्युक्ते कस्य तस्य द्वारकायाः न न इदानीं तस्य अग्रे तत्र तस्य अग्रिमे वाक्ये तस्य अनेके इति अस्ति कस्य अनेके श्रीकृष्णस्य अनेके अनेके तत्र सुहृदः इत्युक्ते मित्रम् इति सहपाठिनः इत्युक्ते किम् सहपाठिनः सुहृदः विशेषविशेष सम्बन्धः न न न न न न अत्र तत्र च इति अस्ति भगिनि तत्र च इति अस्ति अनेके सहपाठिनः सुहृदः च आसन् इति अस्ति खलु तत्र भवती किं चिन्तयति सहपाठिनः अपि सुहृदः विशेषणविशेष्यम् इति वा सहपाठिनः सुहृदः तत्र सम्बन्धः अस्ति इति चिन्तयति वा किं तत्र सुहृद् एव सहपाठिन सुहृदः एव सहपाठिनः इति चिन्तयति वा भवती सहपाठिनः सुहृदः एव सहपाठिनः इति चिन्तयति वा भगिनि न महोदय पाठिनः सहपाठिनः इत्युक्ते सहपाठी इत्युक्ते कः सहपाठी सहपाठिनः पठति सः हा येन सह वयं पठामः येन सह वयं पठामः सः सहपाठी वयं सर्वे सहपाठिनः हा सूर्यकुमारी भगिनी अवगतं वा इदानीं सहपाठिनः एकवचनं महोदय न न बहुवचनं तदपि सहपाठी सहपाठिनौ सहपाठिनः सहपाठिन् सहपाठिन् सहपाठिन् न न न चिन्ता मास्तु भगिनि अतः तत्र सहपाठिन् इत्युक्ते येन सह वयं पठामः सः सहपाठी सहपाठिनः सहपाठिनः भिन्नं सुहृदः भिन्नम् अतः एव तत्र च इति अस्ति अनेके एकः सुहृदः अनेके अनेके सहपाठिनः सन्ति अनेके सुहृदः अपि सन्ति अतः अनेके सहपाठिनः सुहृदः च आसन् च आसन् सुहृद इत्युक्ते मित्राणि सुहृदः मित्राणि सहपाठिनः येन सह वयं पठामः कृष्णः पठितवान् ते सर्वे सहपाठिनः सुहृदः वचनं किं तत्र सुहृत् एकवचनरूपं सुहृत् सुहृद सुहृदः समीचीनं भगिनि अग्रे ते सर्वे च आसन् ते सर्वे मिलित्वा वने काः चारयन्ति स्म सहपाठिनः ते सहपाठिनः ते सहपाठिनः सुहृदः च अपि कृष्णः ते सर्वे वने वने गाः गाः इत्युक्ते गाः बहुवचनं चारयन्ति स्म चारयन्ति स्म इत्युक्ते तत्र गोपालनं कुर्वन्ति खलु तत्र गौ गौ तत्र तेषां पालनं मध्ये तत्र केवलम् एकस्मिन् स्थले न भवन्ति खलु तत्र प्रातःकाले अतः इतः गच्छन्ति अन्यत्र कुत्रापि गच्छन्ति तदनन्तरं अन्यत्र गच्छन्ति केवलं सायङ्काले पुनरागच्छन्ति खलु तत्र चारयन्ति तत्र गाः चारयन्ति इति तत्र गाः इति पदस्य विभक्ति बहुवचनं किन्तु विभक्ति अस्ति द्वितीया कर्मपदमस्ति कर्मपदमस्ति तत्र गाः चारयन्ति स्म इति भूतकालरूपं भूतकालरूपं ते सर्वे मिलित्वा वने गाः तत्र अन्तरङ्गौ सुहृदौ इत्युक्ते अन्तरङ्गौ अन्तरङ्गः अन्तरङ्गे सप्तमी विभक्ति न न अत्र सप्तमी न अन्तरङ्गौ सुहृदौ आस्ताम् इति एतावत् बहु समीचीनमस्ति भगिनि इदानीम् अन्ये कोऽपि एकवचन द्विवचन किम् अस्ति कोऽपि जानाति वा न न इदानीं तत्र गौ गावो गाः तत्र स्त्रीलिङ्गपदम् अस्ति वा भगिनि तत्र स्त्रीलिङ्गरूपम् अस्ति इति मन्ये अत्र द्वितीयविभक्तिरूपं किम् अस्ति न न पुल्लिङ्गे अस्ति चेत् द्वितीया विभक्ति बहुवचनरूपं किम् अस्ति गौः गावो गावः इति गां गावो गावः गावः इति बहुवचने गावौ इति द्विवचने गौः इति एकवचने इदानीं तत्र एतद् गाः इति बहुवचनम् अस्ति खलु गाः इति द्वितीया द्वितीया बहुवचनम् अस्ति गाः इति कर्मपदमस्ति चारयन्ति किं चारयन्ति ते गाः चारयन्ति गाः चारयन्ति स्म इति अत्र कर्मपदम् अस्ति हा द्वितीया एकवचनं किम् अस्ति इति मन्ये अस्तु अग्रे तत्र कः वदति इदानीं तत्र रघुपतिमहोदय किञ्चित् पठति वा अग्रे तत्र तेषु सुहृत्सु इति तत्र तेषु सुहृत्सु कृष्णः आस्ताम् कृष्णः सुदामा च अस्तु अस्तु तेषु सुहृत्सु कृष्णः सुदामा च अन्तरङ्गौ सुहृदौ आस्ताम् इति आस्ताम् अस्ति द्विवचने अस्ति आस्ताम् आसीत् आस्ताम् आसन् सुहृदौ सुहृद् सुहृदौ सुहृदः इति तत्र सुहृद् शब्दः अन्तरङ्गौ सुहृदौ अन्तरङ्गौ सुहृदौ कीदृशौ सुहृदौ अन्तरङ्गौ सुहृदौ विशेषणविशेषः अस्ति इदानीं तेषु सुहृत्सु इति अस्ति सुहृत्सु इति सुहृदि शब्दस्य सप्तमी विभक्ति केषु केषु इति तत्र प्रायशः समीचीनं महोदय अत्र अनेकाः सुहृदः सन्ति किन्तु तेषु सुहृत्सु सुदामा बहु समीचीनम् अस्ति बहु समीपम् अस्ति तत्र तयोः सम्बन्धः अपूर्वः अस्ति तत्र अन्योन्यः सम्बन्धः अस्ति अतः तत्र अन्तरङ्गौ सुहृदौ आस्तां कृष्णः सुदामा च इति क्लोस् फ्रेण्ड् इति हा अग्रे महोदय सुदामा कृष्णस्य अतीव प्रियः आसीत् आसीत् कः प्रियः प्रियः आसीत् सुदामा प्रियः आसीत् कृष्णस्य प्रियः आसीत् अतीव प्रियः आसीत् अतीव इति अतीव इति अव्यय अस्ति अतः नास्ति अतीव अतीव प्रियः आसीत् विशेषणमस्ति तस्मिन् कृष्णस्य भूयान् स्नेहः आसीत् स्नेहः आसीत् भूयान् स्नेहः आसीत् भूय भूयति शब्दः भूयान् भूयांसौ भूयांसः भूयांस विद्वान् विद्वांस स्नेहः भूयान् इति एकवचने तस्मिन् तस्मिन् तस्मिन् कस्मिन् सुदा तस्मिन् इत्युक्ते सुदा तत्र वयं न जानीमः इदानीं तत्र सुदामा इति पदस्य सप्तमीविभक्ति न जानीमः सुहृदि वा सुहृदि तस्य अतीव प्रिय अतीव भूयां स्नेहः आसीत् सुहृदि इति खलु महोदय प्रायशः अग्रे आगच्छति तत्र अस्तु प्रौढे वयसि मथुरां विहाय कृष्णः द्वारकां पुरीं गतवान् सोरि प्रौढे वयसि मथुरां विहाय कृष्णः द्वारकापुरीं गतवान् अस्तु कृष्णः गतवान् आसीत् कदा तस्य प्रौढे वयसि प्राप्ते प्रौढे वयसि प्रौढ वयस्कः सः मथुरां त्यक्त्वा द्वारकापुरीं गतवान् आसीत् द्वारकापुरीं गतवान् तत्र प्रौढे वयसि प्रायशः तत्र यदा सः प्रौढवयस्कः अभवत् तथा कालं सूचयति प्रौढवयस् समीचीनं महोदय द्वारकापुरीं गतवान् सः तत्र तत्र सः राजा अभवत् सः राजा अभवत् राजा तत्र द्वारकायाः राजा अभवत् सः एवं तस्य बाल्यः सुहृदिभ्यः साक्षात् सम्पर्कः विच्छिन्नः अभवत् सम्पर्कः विच्छिन्नः अभवत् कस्य सुहृदभ्यः बाल्यसुहृदभ्यः सुहृदभ्यः इति अत्र पञ्चमी विभक्ति अस्ति षष्टि इति मन्ये न न क्षम्यतां पञ्चमी एव क्षम्यतां सुहृद्भ्यः पञ्चमी एव बहुवचनं पञ्चमी एव समीचीनमस्ति अत्र पञ्चमी बाल्यसुहृद्भ्यः साक्षात् सम्पर्कः कस्मात् अथवा केभ्यः सम्पर्कः विच्छिन्नः अभवत् बाल्यः सुहृद्भ्यः सम्पर्कः विच्छिन्नः अभवत् विच्छिन्नः अभवत् क्षम्यतां वदतु भगिनि प्रौढे तत्र यदा सः युवकः अभवत् इति तत्र बालकः इदानीं न किन्तु सः युवकः अस्ति इति चिन्तयति प्रौढे इत्युक्ते तत्र यदा सः प्रौढावस्थां प्राप्तवान् तदा भगिनी तत्र भवती जानाति खलु प्रौढशाला इति अस्ति चेत् तत्र हैस्कूल् इति तत्र प्रौढा इत्युक्ते हास् गेट् गोट् ओल्डर् इति अर्थे वन्स् हि गोट् ओल्डर् और् वन्स् हि बिकेम् अ यूत् इति अर्थे प्रौढे वयसि प्रौढे वयसि तत्र यदा सः प्रौढवयस्कः जातः अथवा अभवत् सः जातः सः मथुरां त्यक्त्वा सः द्वारकापुरीं गतवान् इति अस्तु तत्र विहाय इति किञ्चित् विहाय अहं चिन्तितवान् एक्सेप्ट् इति परन्तु विहाय इति अत्र तत्र तदपि अस्ति तदपि अस्ति किन्तु अत्र अस्यां कथायां तत्र त्यक्त्वा इति तद् विहाय तद् त्यजतु इति तत्रापि विहाय इत्युक्ते तत् त्यजतु तद् अन्यत् किमपि स्वीकरोतु इति तादृश अर्थे अस्तु अग्रे अग्रे कः प्रयत्नं करोति अस्तु ललिता भगिनी वा अस्तु पठतु भगिनी आरम्भात् एव सुदामा निर्धनः आसीत् आरम्भात् एव पञ्चमविभक्ति पञ्चमीविभक्ति एव इत्युक्ते एव इति अस्ति आरम्भात् एव इत्युक्ते तत्र एम्फोसिस् अस्ति सुदामा निर्धनः आसीत् धनः नास्ति आसीत् इदानीमपि अस्ति धनवान् न आसीत् धनवान् नास्ति समीचीनं भगिनि धनवान् नास्ति नासीत् अग्रे सः न केवलं कृष्णस्य सुहृद् आसीत् किन्तु तस्य भक्तः अपि आसीत् सः केवलं सुदामा न केवलं कृष्णस्य सुहृद् परन्तु प्रथमाविभक्ति भक्तः इति देवशब्दवत् अपि आसीत् सुहृद् आसीत् अपि भक्तः अपि आसीत् अग्रे दारिद्र्यवशात् यद्यपि सुदामा महती कष्टे आसीत् तथापि तत् प्रतीकाराय किञ्चित् न अकरोत् दारिद्र्यवशात् पञ्चमी विभक्ति यद्यपि आल्दो सुदामा महती कष्टे महती सप्तमी विभक्ति तत्र दारिद्र्यं दारिद्र्यवशात् दारिद्र्यम् इति तत्र किं कीदृश सत्यं भगिनि तत्र दरिद्रा दरिद्रः तस्य भावः दारिद्र्यं सुन्दरः सौन्दर्यं तादृश दरिद्रः दारिद्र्यं दारिद्र्यवशात् यद्यपि महत् कष्टं तस्य सप्तमी अस्ति महती कष्टे समीचीनं भगिनि तथापि तत् प्रतीकाराय चतुर्थी विभक्ति तत् प्रतीकारं प्रतिकारम् इत्युक्ते प्रतिकारं द्वितीया द्वितीया विभक्ति तर्हि तत् प्रतिकारात् मीन्स् इट् इस् पञ्चमी विभक्ति प्रतिकाराय प्रतिकाराय दट् इस् चतुर्थी विभक्ति किन्तु अर्थः कः तत्र तत् प्रतिकाराय इत्युक्ते तत् योगे प्रतिकारः इत्युक्ते किन्तु तत् अर्थः कः इत्युक्ते that is even though he was poor he did not do bhagini sarvam samskrutena vadatu tatra no chet kim ha tat pratikaraya ityukte tatra tasya nivaranartham निवारणार्थं अथवा दारिद्र्यनिवारणार्थम् अथवा कष्टस्य निवारणार्थं सः किमपि न अकरोत् किमपि न अकरोत् समीचीनं भगिनि इदानीं सः केवलं कृष्णं भजति स्म कृष्णं द्वितीया विभक्ति कृष्णं कृष्णस्य ध्यानं करोति स्म अन्यत् किमपि न करोति स्म सः इत्युक्ते किं किं दृष्ट्वा समीचीनं भगिनि सुदामस्य प्रायशः तत्र सुदामस्य इति न तत्र सुदामा इति पदमस्ति तस्य षष्टिविभक्तिरूपं न जानीमः खलु सुदामा अपि तत्र किम् अपि हलन्तपदमस्ति सुदामन् इति तत्र सुदाम्नः इति प्रायशः सुदाम्नः इति प्रायशः अस्ति इदानीं न जानीमः किन्तु सुदामः यः अस्ति तस्य भजनं तस्य भजनं दृष्ट्वा तस्य भजनं दृष्ट्वा तस्य पत्नी किं तस्य पतिः भजनं दृष्ट्वा तत्र पतिः न तत्र पतेः इति प्रायशः पतेः हरि षष्टिविभक्तिरूपं तत् पतेः पतेः भजनं दृष्ट्वा तस्य पत्नी तम् उक्तवती सा सुदामन् प्रायश सुदामन्तम् इति सुदामन्तम् उक्तवती अग्रे आगच्छति अग्रे इदानीम् अतः इदानीम् अस्यां कथायां विषयः केवलं प्रथमा विभक्ति एव यदि वयम् अन्या विभक्ति न जानीमः इदानीं चिन्ता मास्तु अस्तु अस्तु आर्यपुत्र सम्बोधनमस्ति भवतः सुहृद् इदानीं द्वारकायाः राजा वर्तते भवतः सुहृदः षष्टिविभक्ति भवान् शब्दस्य षष्टिविभक्ति भवतः सुहृद् इदानीं द्वारकायाः द्वारका यत् अस्ति या अस्ति तस्याः राजा द्वारकानगरस्य द्वारकानगरस्य राजा नगरस्य राजा द्वारका अस्ति चेत् द्वारकायाः द्वारकानगरम् अस्ति चेत् द्वारकानगरस्य द्वारकानगरी चेत् द्वारकानगर्याः हा इति सत्यं हा नगर्याः राजा अस्ति वर्तते भवान् तं मिलित्वा किमर्थं स्वकष्टविषये न सूचयति भवान् किमर्थं सुदामा तत्र सुदामा तं मिलित्वा श्रीकृष्णं मिलित्वा किमर्थं किमर्थम् किमर्थमिति तत् अन्य अन्ते आगच्छति किमर्थम् एतत् न करोति इति किमर्थं भवान् तत्र अथवा किमर्थमिति प्रथमे स्थापयतु किमर्थं भवान् तं मिलित्वा स्वकष्टविषये न सूचयति हा इति न सूचयति भवान् तत्र एतत् कर्तुं शक्नोति किमर्थं न करोति इति सा पृच्छति अग्रे सः भवतः साहाय्यम् अवश्यमेव आचरिष्यति श्रीकृष्णः भवतः साहाय्यं अवश्यमेव आचरिष्यति तत्र संशयः तत्र कोऽपि संशयः नास्ति श्रीकृष्णः भवतः साहाय्यं करोति एव इति सः वदति अवश्यं करोति इति अत्र निश्चयेन निश्चयेन साहाय्यं करिष्यति इति सा वदति अतः अत्र अत्र एतावत् पठितवन्तः अग्रिमवर्गे एतद् अग्रे गच्छामः वदतु भगिनि एक विषयं पति षष्ठी विभक्ति पत्युः अथवा पत्युः पतेः अपि रूपम् अस्ति वा समीचीनं वा अहं पतेः इति उक्तवान् अस्तु धन्यवादः भगिनि किन्तु पत्युः इति अस्ति सत्यं विशेषपदम् अस्ति पतिः इति सत्यं भगिनि कविवत् नास्ति तत्र सत्यं धन्यवादः भगिनि धन्यवादः अस्तु तर्हि तत्र अग्रिमे वर्गे मिलामः हलन्तपदानां प्रयोगं तत्र आरम्भं कृतवन्तः अद्य तत्र अग्रे अपि तत् गच्छामः तस्मिन् विषये अस्तु तर्हि सर्वेभ्यो नमः धन्यवादः नमस्कारः अग्रिमवर्गे मिलामः